सर्वेभ्यः नमस्कारः. अस्माकं समासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः, तदनन्तरं वर्गं प्रति गच्छेम. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन भूतागिरः पुंसा विमले शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै श्रीपाणिनये नमः. अथ शब्दानुशासनं माहेश्वराणि सूत्राणि ऐ ऊन् ऋलुक् एवोङ्ग अयोच अयवरट घण ञमगणनम झभै घणदश झभगणदश खफा चाटा चाटातौ कपै शशसर् हल इति माहेश्वराणि सूत्राणि. कृपया द्वितीयाध्यायः द्वितीयाध्यायप्रथमपाद स्वीकुर्वन्तु. पुटसङ्ख्या 46. अस्तु, अद्य अरुणा भगिनी. महोदय नमस्ते. नमस्कारः भगिनि. अहं पठामि एकवारम्, अनुवदतु. उद्घाटितवती पुस्तकम्? अस्तु महोदय. अस्तु. समर्थः पदविद्धिः पुटसङ्ख्या किं वा महोदय? 46. अस्ति महोदय. कुत्र समर्थः पदविधिः? समर्थः पदविधिः समर्थः पदविधिः सुभान्मन्त्रिते पराङ्गवत्स्वरे सुभामन्त्रिते पराङ्गवत्स्वरे प्राक्कडारात् समासः प्राक्कडारात् समासः सहसुपा सहसुपा अव्ययीभावः अव्ययीभावः अव्ययं विभक्तिसमीपसंवृद्धि अव्ययं विभक्तिसमीपसंवृद्धि वृद्धिरर्थाभाव अत्ययसम्प्रति वृद्धि अर्थाभाव अत्यय असम्पत्ति सम्प्रति सम्प्रति शब्द शब्दप्रादुर्भावपश्चादथानुपूर्य शब्दप्रादुर्भावपश्चात् यथा अनुपूर्व्य आनुपूर्व्य यथा आनुपूर्य अनुपूर्व्य क्षम्यता योगपद्यसादृश्यसम्पत्ति योगपद्यसादृश्यसम्पत्ति साकल्यान्तवचनेषु साकल्यान्तवचनेषु यथा सादृश्ये यथा सादृश्ये यावदवधारणे यावदवधारणे सुप्रतिनामात्रार्थे सुप्रतिनामात्रार्थे अक्षशलाकासङ्ख्याः परिणा अक्षशलाकासङ्ख्याः परिणा. अस्तु भगिनि, धन्यवादः. सूर्यकुमारी भगिनि भवती पठति वा अनुवदति वा? सूर्यकुमारी भगिनी न श्रूयते वा मम ध्वनि? महोदय अहं गोमती अस्मि, विलम्बेन आगमिष्यामि. आगतवती विलम्बेन आगतवती. सूर्यकुमारी भगिनी पठतु. अस्तु, विभाषा नास्ति महोदय. पुष्पाभगिनी भवती पठति वा? नास्ति महोदय. अस्तु अस्तु, पुष्पाभगिनी पठति वा? पुष्पाभगिनी पुस्तकं न उद्घाटयामि भगिनि महोदय. इदानीं ऐल् ब्रिङ्ग् इट् वन् मिनिट्. विनय महोदय, विनय महोदय, भवान् पठति वा? विभाषा पुस्तकमस्ति वा? आं वदामि, पठतु. अनुपठतु. विभाषा, विभाषा अपपरिबहिरञ्चवः, अपपरिबहिरञ्चवः, अपपरिबहिरञ्चव, अपपरि बहिर्वञ्चवः, बहिरञ्चव, बहिरञ्चवः, पञ्चम्या, पञ्चम्या, आङ्मर्यादाभिविद्ध्योः, आङ्मर्यादाभिविद्ध्योः, लक्षणेनाभिप्रति अभिमुख्ये, लक्षणे नाभि प्रति आभिमुख्ये, अनुर्यत् समया, अनुर्यत् समया, यस्य चायामः, यस्य चायामः, तिष्ठद्गुप्रभृतीनि च, तिष्ठद्गुप्रभृतीनि च, पारे मध्ये षष्ट्या वा, पारे मध्ये षष्ट्या वा, सङ्ख्यावंश्येन, सङ्ख्यावंश्येन, नदीभ्यश्च, नदीभ्यश्च, अन्यपदार्थे च संज्ञायाम्, अन्यपदार्थे च संज्ञायाम्. अस्तु महोदय, भवतु, धन्यवादः. इदानीं वयं समासे अव्ययभाव इति विशिष्टसमास प्रसङ्गे स्म. अत्र पञ्च उप अव्ययभावसमासे पञ्च अङ्गानि भवति. तत्र न सामान्यतया समासे एव पञ्च उपाङ्गानि भवति, उपाङ्गाः भवति. तत्र प्रथममस्ति तत्र समाससंज्ञाविधानं कथं भवति इति, तदनन्तरं पूर्वपद उत्तरपदनिर्णयं भवति, तदनन्तरं लिङ्गवचननिर्णयं भवति, तदनन्तरं समासान्तकार्याणि भवन्ति, तदनन्तरं विभक्तियोजनम् इति पञ्च सोपानानि सन्ति. समास यदा समस्तपदं निर्माणं कुर्मः तदा तत्र पञ्च सोपानानि भवन्ति. अत्र वयं अविभावसमासे इदानीं तु वयं समासान्तकार्याणि इति अस्ति. समासान्तकार्याणि कानि अव्ययभावसमासे इत्येव अस्माकं मुख्यविषयः अस्ति. अत्र भिन्नभिन्न उदाहरणानि स्वीकृत्य वयं परिशीलनं कुर्वन्तः स्म. गतवर्गे तत्र शरादादिगणे विद्यमान शब्दानां कथम् अविभाव समासः भवति इति परिशीलितवन्तः. तत्र अविभावे शरत्प्रभृतिभ्यः इति सूत्रेण तत्र उल्लिखितानि त्रीणि सूत्राणि अविभाविसरप्रभृतिभ्यः इति सूत्रे तत्र शरदादिगणे उल्लिखितानि त्रीणि सूत्राणि तदपि परिशीलितवन्तः पूर्वं जरायाः जरश्च जरायाः जरस् तन्त्रं प्रतिपर अणु प्रतिपरसमनुजुक्ष्णो अनुज्योक्ष्णः इति सूत्रं तन्त्रं प्रतिनश्च इति सूत्रं तत्र एतानि सूत्राणि घनसूत्राणि घनसूत्राणि इत्युक्ते वार्ति यथा वार्तिकं तथा स्वीकुर्मः तादृशम् इति अर्थः तत्र अक्षिशब्दस्य प्रति अथवा पर अथवा सम् अथवा अणु इति अङ्गेन समस्यते एतानि पदानि एतैः अव्ययैः यथा समासः भवति तदा रूपं कथं भवति इति दृष्टवन्तः तदनन्तरं पथिनश्च इत्युक्ते पति इति पतिम् इति कश्चन शब्दः अस्ति पन्था इति यथा पदं भवति तस्यापि प्रति पर सम अणु इति एतैः अव्ययैः सह समासः भवति पतिनश्च इति सूत्रेण इति अपि परिशीलितवन्तः गतवर्गे अपि च उपचर्मन् इति उदाहरणम् आसीत् तत्र उपचर्म चर्मणः समीपम् इति प्रसङ्गे वयं स्मः अत्र कृपया जालपटम् उद्घाटयन्तु तत्र अन्यत् उदाहरणम् इति अस्ति ततः आरभ्य पठेम अद्य चर्मणः समीपम् इति अस्ति चर्मणः समीपं रोहिणी भगिनी अस्तु गीता तिवारी अस्तु भगिनि वदतु किम् अभवत् महोदय पुष्पा भगिनी वदतु भगिनि किं वक्तुम् इच्छति न पठामि ओ पठितुम् इच्छति वा अस्तु पठतु पठतु चर्मणः समीपं पठतु न सम्यक् अस्ति कोऽपि पठति चेत् मया पृष्टम् इति चिन्तयामि न अहं भवतीं न आहूतवान् अहम् इदानीं गीता तिवारी इति भगिनी अस्ति खलु तामेव आहूतवान् आं महोदय पठामि वा पठतु पठतु अन्यत् उदाहरणं चर्मणः समीपम् इत्युक्ते उपचर्मं वा उपचर्म चर्म इति नपुंसकलिङ्गशब्दः अलौकिकविग्रहवाक्यं चर्मन् योगः ङस् योगः उप चर्मन् इति अनन्तशब्दः अस्ति अतः अत्र टच् इति प्रत्ययः विकल्पेन विधीयते नपुंसकादन्यतरस्याम् इति सूत्रेण भगिनि अत्र चर्मन् योगन्यस् योग उप इति अस्ति तत्र प्रारम्भतः इदानीं तु अलौकिकविग्रहं तदनन्तरं किं भवति इति किञ्चित् वदति वा आं महोदय प्रथम तु समाससंज्ञाप्रकरणम् इति अभवत् महोदय किं किं कानि कार्याणि भवन्ति तत्र प्रथम तु प्रथम तत्र संज्ञा के संज्ञाः विधीयन्ते काः संज्ञाः विधीयन्ते आं महोदय प्रथम तु समाससंज्ञा विधीयन्ते प्राक्कडारसमासः तदनन्तरं प्रातिपदिकसंज्ञा आयाति तदनन्तरं समाससंज्ञा तत्र प्रातिपदिकसंज्ञा आयाति वा समाससंज्ञा प्राक्कडारसमासः तदनन्तरं कृत्सदितसमासश्च महोदय न भगिनि तत् अग्रे आयाति प्रथमं समाससंज्ञा इदानीं समासे एव विशिष्टकार्यमस्ति खलु अत्र हा हा विशिष्ट तु अस्ति अत्र महोदय अत्र कीदृशसमासः कीदृशसमासः अव्ययभावसमासः तत् केन सूत्रेण दीर्घसूत्रेण महोदय दीर्घसूत्रेण न अव्ययभावसमासः दीर्घसूत्रेण न महोदय महोदय अव्ययीभावः इति अव्ययीभावः तदेव कः प्रश्नः महोदय अहं वक्तुमिच्छामि भगवती भगिनी एकनिमिषम् एकनिमिषं गीताचारी भगिनी प्रथमं वदतु तदनन्तरं पृच्छतु अस्तु अस्तु वदतु भगिनि अग्रे अग्रे महोदय अस्तु तदनन्तरं अत्र अनश्च इति सूत्रेण कुत कुत्र अनस्य समाससंज्ञा एव न समाप्तः समाससंज्ञा आगच्छति इदानीम् अव्ययीभावसमासः इति संज्ञा अस्ति तदनन्तरं किम् तदनन्तरं तु कथं वयं जानीमः उप इति अव्ययम् कथं वयं जानीमः उप इति अव्ययं चर्मन् चर्मन्यस् इति अस्ति खलु चर्मणः समीपं समीपार्थे उप इति अव्ययं चर्मन् इति चर्मणः इति पदेन समस्यते इति कथं जानीमः समीपार्थे कथम् उप इति अव्ययं चर्मणः इति पदेन समस्यते महोदय कृत्तद्धितसमासश्च न भगिनि अत्र स्पष्टतया अवगच्छन्तु एकनिमिषम् अत्र सर्वेषां भ्रमः अस्ति इति अहं चिन्तयामि अहं वदामि महोदय चर्मणः समीपं उपचर्मम् इति पदम् अस्माभिः प्राप्तव्यम् उपचर्म इति अस्माभिः प्राप्तव्यम् अलौकिकवाग्रहवाग्यं भवति चर्मणः समीपं न चर्मन् योगः नस् योगः उप अत्र प्राक् कटारासमासः अनेन सूत्रेण तत् समास अधिकारे भवति अनन्तरम् अव्ययीभावः इति सूत्रेण अव्ययीभावः समासाधिकारे आगच्छति समासः भवितुम् सूत्राणि सन्ति समासाधिकारे सूत्राणि सन्ति अत्र कार्ये कथं भवति इदानीं चर्मणः चर्मण्यस् उप इति स्थिते तस्य कार्यम् अत्र कथं भवति चर्मणः इत्यस्य षष्टिविग्रह प्रत्ययं चर्मण्यस् समीपार्थे उप इति अव्ययं योजयामः स्तुवा अस्तु अत्र सर्वेषां भ्रमः अस्ति कृपया पुस्तकम् उद्घाटयन्तु चतुर् क्षम्यतां षट्चत्वारिंशत् अत्र पश्यतु प्राक् कडारात् समासः सः सुपा अव्ययी भावः अव्ययं विभक्तिसमीपसमृद्धिः इति अस्ति खलु अत्र प्राक् कडारात् समासः इति सूत्रात् समासः इति पदं किं भवति अनुवर्तरूपेण आयाति सर्वत्र यावत् द्वितीय अध्याये द्वितीयपादे अष्टत्रिंशत् सूत्रम् अष्टत्रिंशत् सूत्रपर्यन्तं समासः इति पदम् अनुवृत्तिरूपेण आयाति सहसुपा सहसुपा इत्युक्ते सुभन्तं सुभन्तेन समस्यते तदा समासः अव्ययीभावः इति समासः अव्ययं विभक्तिसमीपसमृद्धिवृद्धि अर्थाभावतेयसम्प्रति शब्दप्रातुर्भावपश्चादथानुपूर्वयोगपद्यसं तादृशसम्प्रति साकल्यान्तवचनेषु अव्ययीभावः सहसुपा समासः इति अर्थः तस्य अर्थः किम् इत्युक्ते इदानीं समीपार्थे समीपार्थे उप इति अव्ययम् अव्ययं समर्थेन सुबन्तेन यत्सहसुपा इति अस्ति समर्थेन सुबन्तेन अव्ययीभावः समासः भवति इति अर्थः क्रियते अव्ययीभावसमासः क्रियते इति अर्थः केवलम् एकमेव सूत्रं स्वीकरोति चेत् तस्य अवगमनं न भवति इदानीम् अव्ययं विभक्तिसमीपे इति दीर्घसूत्रम् अस्ति तत्र अनुवृत्तिरूपेण कानिचन पदानि आगच्छन्ति ते एव अव्ययीभावः समासः सहसुपा इति तत्र अव्ययम् इति पदम् अव्ययम् इति यत् पदम् अस्ति तत् समर्थेन सुभन्तेन समस्यते अव्ययीभावे अव्ययीभावः समासः क्रियते इति अर्थः अथवा अव्ययीभावसमासः क्रियते इति अर्थः इदानीम् अर्थात् किं भवति तत्र समासः इति सामान्यसमासः इति संज्ञा भवति तदनन्तरम् अव्ययीभावः इति विशिष्टसंज्ञा भवति प्राकडारसमासः इति सूत्रेण सामान्यसंज्ञा अभिभावः इति सूत्रेण अभिभावसंज्ञा इति अस्ति इदानीम् उप इति अव्ययं समीपार्थे सुबन्तेन समस्यते इति कथं जानीमः इत्युक्ते तत्र अव्ययं विभक्तिसमीप इति दीर्घसूत्रे समीपम् इति अस्ति समीपम् समीपार्थे अव्ययं समर्थेन सुभन्तेन समस्यते इति अर्थः अवगतं वा अनेन सूत्रेण एव वयं किञ्चित् अवगतं महोदय पुनः वदामि वा अवगतं वा न वा अहम् अस्तु भगिनि प्रयत्नं करोतु क्षम्यतां महोदय अहं प्रयत्नं करोमि प्रथमं तु चर्मन्योगः ज्ञास्योगः उप प्राक्कडारात् समासः सूत्रेण समाससंज्ञा अपि पदसंज्ञा आयाति भगिनि इदानीं पदसंज्ञा तस्य प्रसक्तिः कदा भवति सुपोधातुप्रातिपदिकयोः इति यदा अग्रे आयाति तदा एव खलु इदानीं किमर्थं पदसंज्ञा अस्ति इति वदति सः सुपासूत्रेण पदसंज्ञा आयाति न महोदय सः सुपा इति सूत्रं किं वदति इत्युक्ते समासः समर्थेन सुबन्तेन भवति सुपा इत्युक्ते सुबन्तेन इति अर्थः समासः सुबन्तेन भवति इति अर्थः अस्तु महोदय इत्युक्ते पदसंज्ञा आयाति अत्र सुबन्तेन प्रथमतया समासः अव्ययी संज्ञा तु तदनन्तरं दीर्घसूत्रेण आयाति न महोदय अव्ययीभावः सूत्रेण अव्ययी संज्ञा तदनन्तरं दीर्घसूत्रेण उप इति अव्ययपदं समीपार्थे प्रथमविभक्तिरूपम् आयाति इति अवगच्छन्ति एव कथं वदामि इति एव अहं चिन्तयामि अत्र पश्यतु भगिनि तत्र सोपानेन गच्छामः यदा सोपानं त्यक्त्वा गच्छति चेत् तत्र भ्रमः भवति अत्र सूत्राणाम् उल्लेखः अपि तादृशमेव अस्ति अत्र पश्यतु सूत्रं स्वीकुर्मः तत्र पुटसङ्ख्या अस्ति षट्चत्वारिंशत् तत्र किं लिखितमस्ति प्रथमं प्राकडारासमासः अनेन समाससंज्ञा तदनन्तरं सहसूपा इत्युक्ते समासः सुबन्तेन भवति अविभावः इदानीम् अविभावः इति संज्ञा भवति अविभावसंज्ञा कदा भवति समीपार्थे उप इति अव्ययं समीपार्थे उप इति अव्ययं समर्थेन सुभन्तेन समस्यते तदा अविभावसमासः इति अविभावः इति संज्ञा अपि च समासः इति संज्ञा भवति कस्य भवति तत्र चर्मण्योग ञस् योग उप तत्र तत्र वर्ण पदसमूहः अस्ति तेषां तत्र समाससंज्ञा अविभावसंज्ञा अवगतं महोदय अहम् इति एव वदामि महोदय किञ्चित् न भवती किमर्थं पदसंज्ञा इति वदति अत्र पदस्य किमपि लिखितम् अस्ति वा पदसंज्ञा अग्रे आयाति अग्रिमसोपानमस्ति सुबन्तेन भवति समास इत्युक्ते किं महोदय अत्र पश्यतु उप इति अव्ययमस्ति खलु अव्ययं तद् अङ्गीकरोति वा उप इति अव्ययम् चर्मणः इति कीदृशपदं प्रातिपदिकं चर्मन् चर्मणः ओ चर्मणः तु षष्टिरूपं महोदय षष्टिरूपं वा तद् भिन्नम् इदानीं क्रियापदं वा नामपदं वा तद् वदतु नामपदम् उप इति अव्ययं नामपदेन समस्यते तदेव अर्थः तद् कृत्वा नामपदम् इति कृत्वा एव उपचर्मम् इति रूपं भवति तत्र क्रियापदं भवति चेत् उपचर्मम् इति न भवति तदेव तस्य अर्थ एव सहसुपा सुबन्तं सुबन्तेन समस्यते तत्र सुप् अपि सुबन्तमेव तद् वयं जानीमः तत्र उप इति पदस्य सुप् विभक्तिलोपः भवति इति वयं जानीमः इति कृत्वा सुबन्तं सुबन्तेन समस्यते इति सामान्यसमासः अत्र तु अव्ययं सुबन्तेन समस्यते इति विशिष्टसमासः अव्ययभावसमासः अव्ययं किम् उप उप इति अव्ययं सुबन्तेन समस्यते सुबन्तं किम् अत्र चर्मणः अवगतं वा अहं कथं वदामि इति चिन्तयामि तत्र इतोपि सरलतया कोऽपि वदति चेत् अवगतं महोदय वदामि वा अस्तु भगिनि पुष्पा भगिनी वदतु प्राकडारसमासः इत्यनेन समासः समासं क्रियते सः सुपा इति समासः क्रियते समासः क्रियते सः सुपा इति वदनेन अव्ययीभाव अधिकारः अस्ति अत्र सुपा इति वदने सुबन्तेन इति सुबन्तेन तत्तु अव्ययीभावः इति वदनेन तत् अव्ययीभावसंज्ञा अस्ति अव्ययं दीर्घ दीर्घ सूत्रे अव्ययम् उपा अस्ति उपास्तु अव्ययम् मिलित्वा मिलित्वा समासं क्रियते हा अव्ययं सुबन्तेन सः समासः क्रियते अव्ययीभावः इति तस्य संज्ञा समासः इति संज्ञा अपि अस्ति अस्तु इदानीम् अग्रिमसोपानं किम् इति गोमती भगिनी भवती वदति वा अग्रिमसोपानं किं दीर्घसूत्रेण तदतः वदामि अव्ययं वदतु अग्रिमसोपानं किम् अव्ययम् इदानीं चर्मयोग न्यस्य योग उप इति अस्ति चर्मं योग न्यस्य योग उप अस्ति इदानीं समाससंज्ञा अस्ति अव्ययीभावसंज्ञा अस्ति समास संज्ञा अस्ति कृत् तत्थित समासाश्च इति सूत्रेण चर्मन् योगः नसः लुक् भवति चर्मन् योगः समासाश्च इति सूत्रं किं वदति कृत् तद्धितसमासाश्च इति सूत्रं किं वदति कृत् प्रत्ययान्तः तद्धितप्रत्ययान्तः समासान्तः प्रातिपदिका एव प्रातिपदिकम् अस्तु सत्यं प्रातिपदिकमेव अत्र प्रातिपदिकम् अस्ति प्रातिपदिकम् इति कृत्वा तत्र ञस्ति इत्यस्य लोपः भवति वा केन सूत्रेण लोपः भवति सुपप्रातिपदिकयोः सुपोधातुप्रातिपदिकयोः सुपोधातुप्रातिपदिक धातुप्रातिपदिकयोः अनेन सूत्रेण नसः लुक् भवति चर्मन् योग उप इति स्थिते उपपदं वा उपः सुबन्धप्रत्ययं वा इति उपः न उप उप उप उप उप उप इति अव्ययम् अव्ययं पदम् एव अव्ययस्य सुप् प्रत्ययं अव्ययस्य सुप् प्रत्ययस्य लुक् भवति अव्ययात् आप् सुपः इति सूत्रेण सुप सुप्रत्ययम् अप्रत्यक्षं न तदापि उपपदमेव प्रत्ययलोपे प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण उप इति पदमेव तो उप चर्मयोग उप इति सुबन्तपद समस्यते तत्र अव्ययं विभक्ति समीपसमृद्धि वृत्ति इति दीर्घसूत्रेण उप इति समीपार्थे अस्ति उप प्रथमाविभक्त्याम् अस्ति अव्ययमपि प्रथमाविभक्त्यामस्ति अतः उप इति प्रथमविभक्त्याम् अस्ति वा उप इति पदस्य विभक्तिरूपम् अस्ति वा विभक्तिरूपमपि प्रत्यक्षं न तस्य लुक् भवति तत्रापि उप उप इति लुक् भवति तत् पदम् अस्ति तत्र किमपि विभक्तिरूपमेव नास्ति तत् कृत्वा एव तद् अव्ययम् इति वदामः खलु तस्य विभक्तिप्रत्ययः न सन्ति इति कृत्वा एव विभक्ति भिन्नभिन्नविभक्तिरूपाणि सन् न सन्ति इति कृत्वा एव तस्य उप इति अव्ययम् इति वदामः. अस्तु अग्रे भवतु. प्रथमविभक्तौ किम् अस्ति? अव्ययम् इति पदं सूत्रे अस्ति. सूत्रे दीर्घसूत्रे अस्ति. तत् प्रथमाविभक्त्याम् अस्ति. अत्र अपि उप प्रथम उप इति अव्ययं वयं प्रथमाविभक्त्यां स्वीकृता चेत् उप प्रथमाविभक्त्यान्तं भवति न प्रथमाविभक्त्यान्तं नास्ति भगिनि. उप इति अव्ययम् अस्ति. अव्ययम् इति पदं तत्र उप इति अव्ययम् अस्ति. अव्ययं विभक्तिसमीपसमृद्धि इति सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ निर्दिष्टः अस्ति, निर्दिष्टमस्ति इति कृत्वा तत्र उप इति पदम् अव्ययम् इति पदेन लक्षितम् अस्ति. इत्युक्ते अत्र अव्ययम् इति पदं डैरेक्ट्स् टु उप इति पदम् इन् द अलौकिकविग्रहम्. इट् आक्चुलि इण्डिकेट्स् द उप पदम् इन् द अलौकिकविग्रहः. अव्ययम् इति पदं यत् सूत्रे अस्ति तद् उप इति पदं लक्ष्यति, लक्ष्यते, क्षम्यतां, लक्ष्यते. उप इति पदम् अव्ययम् इति पदेन लक्ष्यते इति कृत्वा तस्य किं भवति? तस्य उपसर्जनं पूर्वम् इति सूत्रं भवति. उपसर्जनपूर्वम् उपसर्जनसंज्ञा एव न आगतं खलु? इदानीं संज्ञा नैव आगता. प्रथमाविभक्तौ उपसर्जनसंज्ञा भवति. सूत्रमस्ति भवान् प्रथमाविभक्तौ यदुक्तं तत् उपसर्जनं समस्तवदे. कथं सूत्रं किं सूत्रमहम् अपि न स्मरामि भवान्. उपसर्जनं पुनः वदतु भगिनि, पुष्पा भगिनि, पुष्पा भगिनी पुनः वदतु. प्रथमानिर्दिष्टम् उपसर्जनं समास प्रथमानिर्दिष्टं समास उपसर्जनं समास उपसर्जनम् इति सूत्रेण तत्र उपसर्जना भवति, उपसर्जनसंज्ञा भवति तस्य उप इति अव्ययस्य, अव्ययस्य उपसर्जनसंज्ञा भवति, उपसर्जनसंज्ञा भवति. तदनन्तरम् उपसर्जनं पूर्व इति सूत्रं कार्यं करोति. अतः उपः पूर्वम् आगच्छति, उप पूर्वम् आगच्छति. उप योगः चर्मन् इति अभवत् भवति. अस्तु भगिनि, अस्तु, धन्यवादः भगिनि, धन्यवादः. अरुणा भगिनी भवती वदति वा? महोदय अग्रे किं भवति? अव्ययभावश्च इति सूत्रेण अव्ययम् इति संज्ञा भवति. तदनन्तरं अव्ययभावश्च नपुंसकलिङ्गम् अपि आगच्छति. नपुंसकात् अन्यतरस्याम् इति सूत्रेण प्रत्यय अस्तु तत्र. अस्तु भवतु, वदतु वदतु अग्रे वदतु. इदानीम् अग्रे पठति वा? नपुंसकात् अन्यतरस्याम् अत्र चर्मनि इति नपुंसक शब्दः तथैव नपुंसकात् अन्यतरस्य अनन्तः इति कृत्वा अनन्तः अनन्तः इति अस्ति इति कृत्वा तत्र नपुंसकादन्यतरस्याम् इति सूत्रस्य प्रसक्तिः भवति, प्राप्ति अपि भवति. कथम् इति कच् प्रत्यय भगिन्या लिखितमस्ति, कथं किञ्चित् पठति वा? सामान्यतया उत्तरपदम् अनन्तम् अस्ति चेत् अन्नश्च इति तत् पठति वा? पठामि. सामान्यतया तत्र अत्र अन्यत् उदाहरणं तत्र इति शीर्षकम् अस्ति, ततः चतुर्थ किं परिच्छेदः, चतुर्थपरिच्छेदः. सामान्यतया उत्तरपदम् अनन्तम् अस्ति चेत् टच् इति समासान्तप्रत्ययः नित्यं विधीयते अनश्च इति सूत्रेण. इति अनश्च इति सूत्रं वदति यस्य अव्ययीभावसम्मासस्य अन्ते अन् इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति. राजन्, आत्मन्, सोमन्, दामन् इत्येतानि अनन्तानि च सन्ति. अनश्च इति सूत्रम् उत्सर्गसूत्रमस्ति, तस्य प्रसक्तिः भवति यत्र यत्र यत्र उत्तरपदम् अनन्तं विद्यते. परन्तु अनन्तं प्रातिपदिकं नपुंसकलिङ्गे अस्ति तर्हि तत्र कच् इति समासान्तप्रत्यय विकल्पेन विधीयते नपुंसकात् अन्यतरस्याम् इत्यनेन. नपुंसकात् अन्यतरस्याम् इति सूत्रम् अनश्च इति सूत्रस्य अपवादः अस्ति. यत्र यत्र नपुंसकात् अन्यतरस्याम् इत्यस्य प्रसक्तिः भवति तत्र तत्र अनश्च इत्यस्य अपि प्रसक्तिः अस्ति. यदि सर्वत्र अनश्च इति सूत्र एव कार्यं करोति तर्हि नपुंसकात् अन्यतरस्याम् इति सूत्रस्य अवसरं कदापि न लभ्यते. सूत्रं व्यक्तं भविष्यति. अतः अनन्तपदं नपुंसकलिङ्गे अस्ति अनश्च इति सूत्रं प्रबाद्य नपुंसकात् अन्यतरस्याम् इति सूत्रस्य अवसरः सिद्ध्यति अपवादबलेन. अतः दत्तं महोदय, सामान्यतया उत्तरपदम् अनन्तमस्ति चेत् समासान्तप्रत्यय नित्यं विधीयते अनश्च इति सूत्रेण. अनश्च इति सूत्रं वदति यस्य अव्ययीभावसमास अन्ते महोदय अनश्च सूत्रं वदति अव्ययीभाव समास अन्ते अन् इति विद्यते चेत् टच् विद् इति समासान्तप्रत्यय भवति. परन्तु पुंलिङ्ग एव तत् भवति अनश्च. तत्र पुल्लिङ्गः इति उक्तमस्ति वा? न दत्तं. परन्तु तत्र स्त्रीलिङ्गं न भवति वा? दामन् इति स्त्रीलिङ्ग पुंलिङ्ग दामन् इति पदमस्ति खलु, तद् स्त्रीलिङ्गपदम् स्त्रीलिङ्गं भवति नपुंसकलिङ्ग. अत्र अनश्च इति सूत्रे पुल्लिङ्गम् इति न उक्तमस्ति, स्त्रीलिङ्गम् इति न उक्तमस्ति, नपुंसकलिङ्गम् इति अपि न उक्तमस्ति. आं महोदय, न क्षम्यतां मां कलपत्रं. तत्र अनश्च इति सूत्रम् अनश्च इति सूत्रं केवलं सूत्रं सूत्रस्य अर्थः कः इति वदति वा? अनश्च इति केवलम् अनश्च इति एव अस्ति खलु. अव्ययीभावसमासे अन्त अन्तपदम् अन् अस्ति, तत् पदम् अनश्च इति सूत्रेण लोपः अभवत्. टच् प्रत्यय विधीयते समासान्तप्रत्यय टच् प्रत्यय विधीयते तदेव अनश्च इति सूत्रं वदति. साधु महोदय, अत्र किम् इत्युक्ते तत्र अनश्च इति सूत्रमस्ति, तस्मात् पूर्वं यत् सूत्रमस्ति तदेव अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रम्. अनेन अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रात् अव्ययीभावे इति पदम् अनुवृत्तिरूपेण आयाति अविभावे अनश्च अनन्तस्य इत्युक्ते अनन्तस्य तत्र अधिकारः अस्ति तद्धितस्य अनन्तस्य तद्धितस्य इति अधिकारः अस्ति तद्धित अधिकारः इति कृत्वा तत्र अनश्च तत्र अनः इति किं पञ्चमी वा षष्ठी वा पञ्चमी वा षष्ठी वा षष्ठी एव महोदय कार्यं करोति षष्ठी नास्ति पञ्चमी पञ्चमी अनः इति पञ्चमी अनः अविभावे अनः तद्धितात् इति भवति तद्धितात् अनः तद्धितात् तत्र तच् इति प्रत्ययः आयाति इति अर्थः केवलम् अनः अनश्च इति सूत्रं पश्यामश्चेत् तत्र तस्य अवगमनं पूर्णतया न भवति इति कृत्वा किञ्चित् तस्य पूर्वसूत्रं किं तस्य अनुवृत्ति रूपेण कानि पदानि आयन्ति इति अपि अवगमनम् आवश्यकं भवति तेषाम् अवगमनमपि आवश्यकं भवति अनश्च इत्युक्ते अनन्तात् तद्धितात् अथवा अविभावात् अनन्तात् अविभावात् अनन्तात् अविभावात् तच् इति भवति अनन्तात् अविभावात् तच् इति अर्थः अनश्च इति सूत्रस्य अर्थः अनन्तात् अविभावात् टच् इदानीम् अनन्तात् अविभावात् टच् इति भवति चेत् किमर्थं नपुंसकात् अन्यतर स्याम् तत् सूत्रं परसूत्रमस्ति परं अन्यकार्यमपि नपुंसकात् अन्यतरस्याम् इति सूत्रं व्यक्तं भवति अनश्च इति एव कृत्वा नपुंसकात् अन्यतरस्याम् इति व्यक्तं भवति तदेव बलवत् अपवादबलेन नपुंसकात् अन्यतरस्याम् इति सूत्रमेव कार्यं करोति न तु अनश्च इति सूत्रम् अनश्च सूत्रं प्रसक्तिः अस्ति परन्तु नपुंसकात् अन्यतरस्याम् इति अपवादबलेन कार्यं करोति अस्तु भगिनि धन्यवादः समीचीनम् अत्र नपुंसकात् अन्यतरस्याम् इत्युक्ते नपुंसकात् अविभावात् नपुंसकात् अविभावात् इति अर्थः नपुंसकात् अनश्च अणः अणः नपुंसकात् अनन् बेसिकलि तत्र अनन्तशब्दात् नपुंसकात् अव्ययीभावात् तत्र टच् इति अन्यतरस्याम् अन्यतरेषाम् इत्युक्ते किं तत्र अन्येषाम् आचार्याणां मतमनुसारं तत्र विकल्पेन टच् विधानं भवति टच् इति प्रत्यस्य विधानम् अन्येषाम् आचार्याणां मतानुसारं तत्र टच् विधानं भवति इति अर्थः अस्तु तत् कृत्वा अनेन एव वयं रूपद्वयं प्राप्नुमः एकमस्ति उपचर्मं द्वितीयमस्ति उपचर्म वैकल्पिकरूपं भवति किमर्थमित्युक्ते अन्यतरस्याम् इति उक्तमस्ति तत्कारणेनैव वैकल्पिकरूपं भवति यथा भवत्या उक्तं तत्र यदा नपुंसकात् अन्यतरस्यां न प्रवर्तते तत्र तदा किं भवति तस्य प्रयोजनमेव न भवति अन्यत्र न तस्य अवसरः भवति अनश्च इति सामान्यसूत्रम् अस्ति तस्य कार्यक्षेत्रं बृहत् अस्ति नपुंसकात् अन्यतरस्याम् इति सूत्रस्य कार्यक्षेत्रं केवलं नपुंसकलिङ्गे एव भवति इति कृत्वा तस्य बलम् अधिकम् अस्ति अपवादरूपेण तस्य बलम् अधिकम् अस्ति तत् कार्यं करोति इत्यर्थः महोदय अस्तु भगिनि पुष्पभगिनी तत्तु उपसर्ग उत्सर्ग उत्सर्गसूत्रम् उत्सर्ग उत्सर्गसूत्रमस्ति अनश्च अपवादसूत्रमस्ति नपुंसकात् अन्यतरस्याम् इति सूत्रम् अस्तु. इदानीं टच् विधानम् अभवत्. इदानीं श्रीधरन् राजलाल् राजाल् कः अस्ति? श्रीधरन् राजाल् राजं कः अस्ति? राजं वा? अस्तु, राजं भगिनी भगिनी महोदय श्रीधरन् भगिनी एव खलु लास्ट् नेम् भर्ता. अस्तु, श्रीधरन् राजन् भगिनी न श्रूयते वा? अस्तु अस्तु, सरला भगिनी किञ्चित् वदति वा अग्रे किं भवति इति टच् विधानानन्तरम्? अस्तु महोदय, यदि उपचर्मन्योग टच् इति विद्यते नपुंसकात् अन्यतरस्वामिनि सूत्रेण जस्मिन् पक्षे टच् अस्ति तत् इदानीं तस्य अपचर्मन् तस्य इति भसंज्ञा भवति यचि भम् अनेन सूत्रेण तस्य भसंज्ञा भूत्वा तदनन्तरं नस् नस्तद्यते इति सूत्रेण प्रसक्तिः अस्ति. सूत्रेण टि भागस्य लोप भवति. सो अन् इति यत् अस्ति तस्य लोप भवति. उपचर्मयोग अ इति भवति. टच् इति प्रत्ययस्य टकार चुक्तुवनेन लोप भवति. चकारस्य हलन्त्यमनेन अ अवशिष्यते. तो उपचर्मयोग अ इति भवति. भवत्याः सोपाने केचन दोषाः सन्ति. टच् इति विधानं यदा भवति तदा एव तस्य अनुबन्धलोप करणीयं. तदा एव अनुबन्धलोपनं लोप अपि करणीयं. तदा किमर्थम् इत्युक्ते टच् प्रत्ययस्य अनुबन्धलोपानन्तरं किम् अवशिष्यते? अवशिष्यते आ इति निमित्तीकृत्य, आ इति पदं निमित्तीकृत्य एव तस्य तत्र कार्यं भवति खलु. यचिबं कदा भवति? यचिबम् इति किं भवति? यचिबम् इति सर्वनाम संज्ञा विधाय अकारया यकार परे अस्ति तस्य पूर्वं यत् अङ्गम् अस्ति तस्य पसंज्ञा भवति यचिबम्. इदा टच् इति अस्ति इति कृत्वा वयं यचिबं प्रवर्तते इति वदामः, तत्र दोषः भवति खलु. केवलं टच् इति पूर्णतया स्वीकुर्मः, अनुबन्धसहितं स्वीकुर्मश्चेत् तत्र दोषः भवति. यदा टच् पर अस्ति बसंज्ञा भवति इति वदति चेत् तत्र अनुबन्धलोप अनन्तरं रूपं यत् अस्ति तत् स्वीकृत्य एव अवगन्तव्यम्. अस्तु, अवगतं वा? आमाम्. अकारः निमित्तीकृत्य एव बसंज्ञा. आमाम्. इदानीं वदतु. सो यचिभम् इति यदि अनुबन्धलोपानन्तरं टच् इति अवशिष्यते तदा यचिभम् इति सूत्रस्य प्रसक्तिः आगच्छति. कारण कि अकार इति निमित्तम् अस्ति परे च पूर्वं अन् उत्तरपदम् अस्ति तस् उत्तर यत् अङ्गम् अस्ति तस्य अन्ते अन् अस्ति तस्य यचिभम् अनेन तदनन्तरं नस्तुते इति सूत्रम् आगत्य अन् टि भागस्य लोपः भवति. तत्र उपचर्म अवशिष्यते इति भवति. उपचर्म इति भवति तदनन्तरम् अव्यविभावस्य उपचर्म पुनः पृच्छामि. इदानीम् अन्य कोऽपि वदतु. समीचीनं भगिनि. इदानीं विनय् महोदय, भवान् वदति वा अग्रे किं भवति इति उपचर्म? महोदय, उपचर्म इदानीं अस्माकम् उद्देश्यः नपुंसक समस्तपदं समासं प्रति गच्छामः, तर्हि अव्ययभावः च अव्ययम् अपि च नपुंसक अर्थे, परन्तु अत्र अहं केवलं संज्ञासम्बन्धे पश्यामि, अतः मम दोषः अव्ययभावः च संज्ञासूत्रम् अस्ति, परन्तु उपचर्म शब्दः तदनन्तरम् अवैभावः च आगच्छति, तर्हि एव नपुंसकलिङ्गे भवति, परन्तु उपचर्म प्रातिपदिकम्, अतः प्रातिपदिकं तस्य विना कथं प्रातिपदिकसंज्ञा भवति, केन सूत्रेण प्रातिपदिकसंज्ञा? ओ प्रातिपदिकं संज्ञा कृतद्धितसमासः च प्रातिपदिकसंज्ञा, कृतद्धितसमासः च इति सूत्रेण इदानीमेव प्रातिपदिकसंज्ञा भवति, यदा गीता भगिनी भवती उक्तवती वा अहं न स्मरामि, प्रथमतया प्रथमसोपाने प्रातिपदिकसंज्ञा इति तदपि अस्ति, तत्र प्रातिपदिकसंज्ञा भिन्नभिन्नपदानां प्रातिपदिकसंज्ञा अस्ति, अत्र प्रसङ्ग अस्मिन् प्रसङ्गे समासस्य तत्र समस्तपदस्य प्रातिपदिकसंज्ञा कृत्तद्धितसमासः अस्ति इति सूत्रेण भवति. समीचीनम्, अवगच्छामि. समस्तपदस्य प्रातिपदिकं संज्ञा अत्र अभवत्, पूर्वतया कृतद्धितसमासः च प्रातिपदिकसंज्ञा अलौकिकविग्रहवाक्यम् उपरान्त भवति, परन्तु अत्र उपचर्मयोगः सु आगच्छति, सु प्रत्ययः अस्ति, परन्तु अत्र वयं सूत्रद्वयं निमित्तं कारणेन प्रति गच्छामः, परन्तु पूर्वम् अव्ययात् सूत्र आधारेण सुप्रत्ययस्य लुक् भवति, लुक् शुभलुक् शुभलुक् प्रसक्तिः अस्ति, शुभलुक् प्रसक्तिः अस्ति, परन्तु निषेधः अपि भवति, निषेधः भवति यथा वयं सूत्र प्रथम न वैभावात् अतोः अम् तु अपञ्चम्याः कारणेन न वैभावात् अदन्तात् अदन्तात् अदन्तात् हा अदन्त अवैभावात् अवैभावात् अदन्तात् तदन्तविधि कृत्वा भवति, तर्हि निषेधः अस्ति, अपि च अम्भावः अस्ति, अतः अम्भावः अस्ति, अतः यदि अम्भावः भवति तर्हि समस्तपद अत्र उपचर्मं भवति, उपचर्मं तदनन्तरं भवान् तदनन्तरम् अन्यसूत्रः आगच्छति, सूत्रस्य नाम परन्तु अमिपूर्वः अमिपूर्वः अस्ति, अमिपूर्वकारणेन अमिपूर्वकारणेन कार्यं भवति, नवैभाग पञ्चाङ्गसूत्रस्य कार्यं न भवति, परन्तु अभिपूर्वसूत्रे कारणेन कार्यं भवति. न न एकनिमिषम् एकनिमिषम् अमिपूर्वः कुत्र एकनिमिषम् अमिपूर्वस्य कार्यं किं किं करोति अमिपूर्वः? यदि अहं स्मरामि तर्हि अत्र अकारः द्वयम् अच् द्वयम् एकम् अकारम् अस्ति अस्तु महोदय तद् वयम् अवगच्छामः तत्र उपचर्णयोग अम् इति अस्ति तत्र किं कार्यं करणीयं केन किं सूत्रं कार्यं करणीयं तत्र पूर्वसन्धि भवान् अस्ति तत्र अकारः अस्ति उपचर्म इति पदे अन्ते अकारः अस्ति अमि पूर्वे इति पदे अम् पूर्वम् अस्ति अकारपूर्वमस्ति किं सूत्रं तत्र कार्यं करणीयम् आयोग आ किं भवति सवर्णदीर्घसन्ध्याः कारणात् कार्यं करणीयं सवर्णदीर्घसन्धि कार्यं करणीयं तु तत् प्रभाद्य एव अमिपूर्वः इति सूत्रं कार्यं करोति तत् किं करोति पूर्वरूपम् एकादेशः भवति भवतु इति वदति पूर्वरूपं किम् उपचर्म इति विद्यमानः उपचर्म इति पदे विद्यमानः अकारः एव पूर्वरूपं तद् अवशिष्यते अमि इति अम् इति प्रत्यये अकारः अस्ति खलु विद्यमानः प्रथमः अकारः तस्य लोपः भवति लोप इत्युक्ते तद् अपगच्छति परन्तु प्रथम तिष्ठति उपचर्म एकम् अकार एकः अकार एकम् अकार तिष्ठति अन्य अकार न आगच्छति तर्हि एव उपचर्मं भवति उपचर्मां न भवति उपचर्म भवति सत्यम् उपचर्मम् इति भवति अस्तु धन्यवादः धन्यवादः धन्यवादः धन्यवादः पुष्पा भगिनी अग्रे वदति वा उपचर्मम् इति अस्ति तदनन्तरं किं कार्यमस्ति इतोपि किञ्चित् अस्ति उपचर्मम् इति अस्ति तत्र यचिबं कार्यं करोति अकार एव उपचर्मं न उपचर्मं तु इदानीम् उपचर्मम् इति रूपम् अस्ति प्रथमविभक्तिरूपम् उपचर्मम् अस्ति सर्वासु विभक्तिषु तत्र उपचर्मम् इति अस्ति तत्र भिन्नकार्यमपि अस्ति तत् किम् इति वदति वा नावि भावात् पञ्चम्याः इति सूत्रेण अम्मादेशः आगच्छति तदनन्तरम् अमीपूर्व इति सूत्रेण उपचर्मम् इति रूपम् आगच्छति तदनन्तरं तदनन्तरं तृतीया पूर्वं किञ्चित् अस्ति इतोपि तत्रापि नावे भवात् तत्र पञ्चम्याः इति सूत्रे किञ्चित् अपि अस्ति इतोपि किञ्चित् अस्ति तत्र अवशिष्टमस्ति अव्ययात् आप्सुपः अतोन्तपञ्चम्याः अपञ्चम्याः इत्युक्ते किम् अपञ्चम्याः विभक्ति विहाय आदेशः भवति इदानीं पञ्चमीविभक्त्यां किं भवति इति भवति उपचर्मात् इति भवति उपचर्मात् अनन्तरं द्विवचनं बहुवचनं ते सर्वे उपचर्मम् इति भवति पञ्चमी कथं भवति पञ्चमी विभक्ति इत्युक्ते केवलं प्रथम एक पञ्चविभक्ति एकवचनं वा उपचर्माभ्याम् उपचर्मेभ्यः उपचर्माभ्याम् उपचर्मेभ्यः इति भवति तदनन्तरम् अग्रे अग्रिमसोपानं सप्तम्योर्बहुलम् इत्यनेन तत्र उपचर्मं तृतीया तु उपचर्मेण उपचर्मं उपच कर्मे सप्तमी विभक्त्या तृतीयरूपं वदतु, पूर्णरूपं वदतु, तृतीयविभक्त्याः रूपं किम् किं महोदय? तृतीयविभक्त्याः तृतीयविभक्तिरूपं पूर्णतया वदतु. पूर्णतया उपचर्मात् उपचर्माभ्याम् उपचर्मेण तृतीयाविभक्ति भगिनी. ओ तृतीयाविभक्ति क्षम्यताम् उपचर्मेण उपचर्मेभ्याम् उपचर्मेभिः उपचर्माभ्याम् उपचर्माभ्याम् उपचर्माभ्याम् उपचर्मेभिः उपचर्मैः उपचर्मैः क्षम्यताम् सप्तमी वदतु सप्तमी उपचर्मे उपचर्मम् उपचर्मे उपचर्मयोः उपचर्मेषु उपचर्मेषु समीचीनम् अस्तु अस्तु. इदानीम् उपचर्मम् इति एकं रूपं तस्य रूपसिद्धिः कथम् इति दृष्टवन्तः. अस्तु धन्यवादः भगिनि. अग्रे अग्रे द्वितीय तदपि अस्ति अट्कुप्वाङ्गम् अपि प्रवर्तते तत्र उपचर्म एकश नास्ति खलु उपचर्म इति नकार एव नास्ति उपचर्म इति नकार अस्ति वा नकार नास्ति इति आगच्छति नकारः आगच्छति उपचर्मेण इति वदति वा तत्र वा उपचर्मेण अट्कुप्वाम्यो अस्तु अस्तु अट्कुप्वाङ्गुं तत् अस्ति अट्कुप्वाङ्गुं न्यवायपि इति अस्ति वाङ्गुं न्यवायपि अस्ति सूत्रे. अत्र कस्मिन् रूपे तस्य प्रसक्तिः अस्ति? अत्र उपचर्म उपचर्म इति अस्ति उपचर्मे नकार अस्ति वा नकारस्य लोपः अण् इति अण् अस्ति नपुंसकात् अन्यतरस्याम् इति सूत्रेण नकारलोपः भवति खलु उपचर्मेण उपचर्मेण नास्ति उपचर्मेण इति उपचर्मेण इति पदे केवलं तत्र उपचर्मेण इति पदे एव तस्य प्रसक्तिः अस्ति अट्कुप्वाङ्गं व्यवाये अपि इति सूत्रस्य प्रसक्तिः भवति चर्मेण सत्यं चर्मेण अट्कुप्वाङ्गम् एव प्रवर्तते तत्र सम्यक् चर्मैः सत्यं सत्यं समीचीनम् चर्मेषु अन्यत्र न भवति सत्यम् अवगतं समीचीनं भगिनि सर्वैः एतद् बुद्धम् इति चिन्तयामि. अत्र अग्रिमरूपमस्ति उपचर्म इति उपचर्म अत्र उपचर्म उपचर्म इति द्वितीयरूपं तस्य रूपसिद्धिः कथं भवति इति किञ्चित् पश्यामः इदानीं पुनः तत्र प्रथमसोपानम् आरभ्य कुर्मः एकवारं झटिति वक्तव्यम् अस्तु कः वदति अरुणभगिनी महोदय भवती वदति आरम्भं करोति वा अलौकिकविग्रहवाक्यं तद् चर्मणः समीपम् इति स्थिते किं भवति? अत्र प्रथमं प्राक्कडारात् इति समासज्ञा भवति तदनन्तरं विशेषसमासज्ञा अव्ययीभावः इति सूत्रेण तदनन्तरं अव्ययं विभक्ति समीप संवृद्धि वृद्धि अर्थाभाव अत्यय सम्प्रति शब्दप्रादुर्भाव परश्चात् अनुपानुपूर्व्य पश्चात् अनुपूर्व्य योगपत्य सादृश सम्पत्ति साकल्यस्य अन्तवचनेषु इति सूत्रेण साकल्यान्त साकल्य अन्तवचनेषु साकल्य आस्थानता साकल्य अन्तवचनेषु सूत्रेण उपाय पदम् अव्यय संज्ञा उपा सुबन्त चर्मन् सुबन्त सुबन्तेन सह समस्यते तदेव अस्ति अस्तु अस्तु अग्रे वदतु तदनन्तरं कृत् प्रातिपदिकसंज्ञा कृत्तद्धितसमासश्च इति सूत्रेण प्रातिपदिकसंज्ञा अपि भवति सपो प्रातिपदिकसंज्ञा भूत्वा सपोद्धातु प्रातिपदिकयोः प्रातिपदिकयोः सूत्रेण लुक् भवति चर्मन् योगः नि अस्ति अत्र नि लोपः भवति चर्मन् योगः उप एव अवशिष्यते तदनन्तरं धन्यवादः धन्यवादः समीचीनं समीचीनं भगिनि धन्यवादः अग्रे गीता भगिनी भवती वदति वा आं महोदय प्रयत्नं करोमि तदनन्तरम् अधुना तु सुपो धातुप्रातिपदिकयोः सूत्रेण लुक् भवति नस् इति लोप् भवति लोपः भवति अत्र तदनन्तरं दीर्घसूत्रेण यत् उप् प्रथमा निर्दिशति तत् तदनन्तरं प्रथमा निर्दिष्टं समास उपसर्जनं सूत्रेण उप पूर्वनिपातः भवति पूर्वप्रयोगः भवति हा पूर्वप्रयोगः भवति उपचर्मन् इति आयाति पूर्वनिपात उपसर्जनं पूर्वम् इति सूत्रेण पूर्वनिपातः भवति तदनन्तरं अव्ययीभावश्च तु अव्ययसंज्ञा विधीयते अपि च अव्ययीभावश्च नपुं सकलिङ्गसंज्ञा अपि विधीयते धन्यवादः भगिनि समीचीनं समीचीनं समीचीनं धन्यवादः समीचीनम् अव्ययसंज्ञा अस्ति अविभावश्च इति सूत्रे नपुंसकसंज्ञा अपि अस्ति पूर्वनिपातमपि अभवत् इदानीम् उपचर्मन् इति अस्ति उपचर्मन् इति अस्ति अधुना धन्यवादः भगिनि अत्र सरला भगिनी अग्रे वदति वा इदानीं यदि उपचर्मन् इति अव्ययी नपुंसकलिङ्गम् इति वयम् आप्नुमः अव्ययीभावचरणेन सुप् उत्पत्ति भवति सु इति योजना सु ओजस् अम् औट् इति सूत्रेण उपचर्मन् योग सु इति योजयामः तत् सु ओजस् अम् औट् तस्य विधानं कथं विधानं सूत्रमस्ति सु ओजस् अनेन सु आगच्छति अत्र तदनन्तरम् अव्ययात् आर् सुपलिन सुप्रत्ययस्य लोपं भवति. तदनन्तरं कारणके सुप् योजनानां सुप्तिङ्गं पदम् इति पदम् उपचर्मन् इति पदं भवति प्रत्ययलोपे प्रत्ययलक्षणमनेन सूत्रेण. इदानीं नकारस्य न लोपः प्रातिपदकान्तस्य इति सूत्रेण कारणकी उपचर्मन् इति पदम् अस्ति तो प्रसक्तिः भवति न लोपः प्रातिपदकान्तस्य तस्य नकारस्य लोपः भवति उपचर्म इति अवशिष्यते. तदनन्तरं प्रक्रिया समानम् अस्ति उपचर्म इति न अव्ययी भावः अतो अतो पञ्चम्या अनेन पञ्चमी विभक्तिविभाय. एकनिमिषम् एकनिमिषं भगिनि, तत्र तत्रैव मुख्य वैशिष्ट्यम् अस्ति अत्र. यद्यपि तत्र नकारस्य न लोपो प्रातिपदिकान्तस्य इति सूत्रेण नकारस्य लोपः भवति उपचर्मण् इति नकारस्य अन्ते अन्तिमनकारस्य लोपः भवति उपचर्म इति अस्ति. तदनन्तरम् अम्भावः भवति वा इति प्रश्नः अस्ति. तत्र किमर्थं तादृशप्रश्नः अस्ति इति अग्रिमवर्गे भवति. तु इदानीं किं कुर्मः, नलोपप्रातिपदिकान्तस्य इति सूत्रं किं वदति इति एकवारं पठेम. धन्यवादः भगिनि. सूर्यकुमारी भगिनी भवती पठति वा नलोपप्रातिपदिकान्तस्य इति लिखितमस्ति भवती शृणोति वा केवलम्? अस्तु अस्तु भगिनि, चिन्ता मास्तु. तत्र विनय महोदय नलोपप्रातिपदिकान्तस्य इति लिखितमस्ति, तत् पठति वा? नलोपप्रातिपदिकान्तस्य इत्यनेन उपचर्म भवति समस्तपदं सिद्ध्यते. नलोपप्रातिपदिकान्तस्य इति सूत्रस्य विवरणं लिखितमस्ति अधोभागे. यथा वदा गच्छामि तत्र किञ्चित् सर्च् करोतु, सर्च् यस्मिन् पक्षे नपुंसकात् अन्यतरस्याम् इत्यनेन टच् इति समासान्तप्रत्यये विकल्पेन न भवति इति शीर्षकमस्ति. तत्र नलोपप्रातिपदिकान्तस्य इति सूत्रस्य विवरणं लिखितमस्ति. परन्तु उपचारमन् न लोपः, केवलं न लोपः प्रातिपदिकान्तस्य, तर्हि एव उपचर्म भवति भवान्? उपचर्म इति भवति, उपचर्मं न उपचर्म. ओ नो नो, हा मम प्रश्न प्रोनौन्सियेशन् प्राब्लम्, बट् उपचर्म भवति उपचर्म. अधुना प्रश्न उदेति, हा अधुना प्रश्न उदेति भवान् तत्र न लोपप्रातिपदिकान्तस्य चेत् सूत्रं पठतु महोदय. तत् केवलं तस्य विवरणं किञ्चित् अग्रे पूर्वतासिद्धम् इति अपि लिखितमस्ति. तस्मात् पूर्वं न लोपप्रातिपदिकान्तस्य इति लिखितमस्ति. तत् किञ्चित् पठित्वा तस्य अर्थः कः इति वदतु. इत्यनेन प्रातिपदिकसंज्ञकपदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति, विद्यमानस्य नकारस्य लोपः भवति उपचर्म इति स्मस्पदं सिद्ध्यते. समीचीनं महोदय, भवान् कुत्र पठति इति अहं न जानामि. अन्य कोऽपि किञ्चित् सूत्रं पठतु, तत्र न लोपप्रातिपदिकान्तस्य इति अस्ति खलु, सर्च् करोति चेत् पठतु. न लोपः प्रातिपदिकान्तस्य प्रातिपदिकसंज्ञकपदस्य अन्ते विद्यमानस्य नकारस्य लोपः, तदेव न लुप्तषष्टिकं पदं लोपः प्रथमान्तं प्रातिपदिकलुप्तषष्टिकं पदम् अन्तस्य षष्ट्यन्तम् अनेकपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं प्रातिपदिकस्य पदस्य अन्तरस्य नः लोपः अन्तस्य अन्तस्य नः अन्तस्य अन्तस्य न लोपः नः लोपः नः लोपः न लोप प्रातिपदिकान्तस्य इत्युक्ते किम्? अहं वदामि, वदतु भगिनि, अर्थं वदतु, तस्य अर्थः कः इति वदतु. यदा प्रातिपदिकं नकारान्तः अस्ति चेत् तत् नकारस्य लोपः भवति, न लोपः प्रातिपदिकान्तस्य इति सूत्रेण. न लुप्तषष्टिदकं पदम् एतत् सर्वं न जानामि. अनुवृत्तिसहितसूत्रं प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः. मम संशयः अस्ति, प्रातिपदिकमपि अस्ति पदः अपि अस्ति वा, संशयः अस्ति. सत्यम्. अत्र किम् इत्युक्ते, एकनिमिषं, तत्र इदानीं कृपया पुस्तकं स्वीकुर्वन्तु. पुस्तके एकत्रिंशत्यधिक एकशतं तमं पुटम् एकशततमं पुटम् एकत्रिंशत्यधिक एकशततमं पुटं तत्र द्वितीयस्तम्भे न लोपः इति अस्ति. न लोपः इति लिखितमस्ति खलु, न लोपः प्रातिपदिकान्तस्य इति सप्तमं सूत्रं. न लोपः प्रातिपदिकान्तस्य इति अस्ति. तस्य अधिकारः किम् इत्युक्ते अष्टमाध्याये द्वितीयपादे पूर्वत्रासिद्धम् इति पूर्वत्रसिद्ध अधिकारे अस्ति. पूर्वत्रसिद्धम् इति षष्टमाध्याये द्वितीयपादस्य प्रथमसूत्रमारभ्य अन्तिमसूत्रपर्यन्तम् आ इति अन्तिमसूत्रम् अस्ति. अष्टाध्याय्याम् अष्टाध्याये चतुर्थपादे अन्तिमसूत्रं पर्यन्तं पूर्वत्रसिद्धम् इति अधिकारः. तस्मिन् अधिकारे नलोपप्रातिपदिकान्तस्य इति सूत्रम् आयाति. तु पूर्वस्मिन् पुटे एव, पूर्वस्मिन् पुटे तत्र पूर्वस्मिन् पुटे नवविंशत्यधिक एकशततमपुटे तत्र पदस्य इति अधिकारः इति लिखितमस्ति. पदस्य अधिकारः प्राग् अपदान्तस्य मूर्धन्यः इति तृतीयाध्याये पञ्चपञ्चाशत्तमं सूत्रमस्ति. तावत्पर्यन्तं पदस्य इति अधिकारः. इदानीं नलोपप्रातिपदिकान्तस्य इति सूत्रं पदस्य इति अधिकारे अस्ति इति कृत्वा पदस्य इति भवति. पदस्य प्रातिपदिकान्तस्य न लोप इत्युक्ते नः लोपः. तत्र पश्यतु, नः इति पदे विसर्गः अस्ति खलु, विसर्गः अस्ति. विसर्गः लोपः भवति, कदा लोपः भवति? विसर्गसन्धि वदामि. विसर्गसन्धिमध्ये तत्र यद्यपि तत्र नो लोपो इति स्यात् तु तत्र न लोप इति लिखितमस्ति. असिपरे किं भवति, उकारस्य उत्पं भूत्वा ओकारः तत्र भवेत् तु अत्र नकारस्य लोपः अभवत्. न लोप इत्युक्ते नः लोपः इति स्वीकरणीयः. नः इत्युक्ते नान्तः, अन्ते नकारः इति अर्थः. षष्टिरूपं, तस्य षष्टिविभक्ति. नः इत्युक्ते इन् इति प्रातिपदिकस्य, इन् इति प्रातिपदिकस्य षष्टिरूपमस्ति नः. षष्ट्यान्तं, नः इत्युक्ते किं केवलं न नकारवः न तादृशः नास्ति सदन्तविधिः इत्यपि स्वीकरणीयः सदन्तविधिः इत्युक्ते किं नकारः यस्य पदस्य अन्ते अस्ति तस्य पदस्य इति अर्थः यस्य पदस्य तस्य किमर्थं पद इति पद इति सम्यक् कथं भवति पदस्य इति अधिकारः अस्ति तु अत्र उपचर्मन् इति समास पदं समस्तपदम् अस्ति खलु तस्य पदसंज्ञा कथं भवति कोऽपि वदति वा तस्य पदसंज्ञा कथं भवति सुप्तिङन्तं पदम् इति सूत्रेण किमर्थं सुप्तिङन्तपदम् इति वदामः तत्र सुप् विभक्ति योजयामः खलु ज्ञाप्राधिपतिकात् इति सूत्रेण सुप् विभक्ति आयाति तदा तस्य पदसंज्ञा भवति यद्यपि सुप् अव्यतापसुपः इति सूत्रेण अपगच्छति तथापि तत्र पदसंज्ञा तिष्ठति तदेव तत्रापि प्रतिलोपे प्रतिलक्षणम् इति सूत्रमत्र प्रवर्तते इति कृत्वा तस्य पदसंज्ञा अस्ति प्रातिपदिकसंज्ञा अपि अस्ति खलु पदसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति इति कृत्वा प्रातिपदिकस्य पदस्य अन्तस्य अन्तस्य नकारस्य इत्युक्ते यस्य पदस्य नकारः अन्ते अस्ति तस्य नकारस्य लोपः भवति केन सूत्रेण नकारस्य लोपः भवति केन केन इत्युक्ते परिभाषासूत्रेण केन परिभाषासूत्रेण केवलम् अन्तिमनकारस्य लोपः भवति लोपप्रातिपदिकान्तस्य इत्युक्ते प्रातिपदिकान्तस्य इति अन्तस्य अत्र षष्टिस्थानि एव अस्ति अन्तस्य इत्युक्ते स्थानं सूचयति अन्तस्य यस्य यस्य अन्तस्य नकारः श्रूयते तस्य लोपः भवति इति अर्थः तु केवलं नकारस्य एव लोपः भवति इति कथं वदामः अलोन्तस्य इति सूत्रेण केवलं नकारस्य लोपः भवति इति अर्थः अलोन्तस्य इति सूत्रं किं वदति अलो अन्तस्य इत्युक्ते अलः अन्तस्य अन्तस्य अल् वर्णस्य अल् इत्युक्ते किं सर्वे वर्णाः यदा अन्तिम वर्णानाम् अन्तिम यः कोऽपि वर्णः अन्ते भवतु तस्य एव लोपः अथवा कार्यं भवति यद्यपि विधिकार्यं भवति तस्य विधिकार्यम् अपि अन्तिमवर्णस्यैव भवति इति अलो अन्त्यस्य इति सूत्रं वदति अस्तु एतावता अत्र संशयः अस्ति वा अग्रिमवर्गे किमर्थम् उपचर्म इति पदस्य अम्भावः न भवति इति अग्रिमवर्गे पठेम इदानीं तु उपचर्म इति उपचर्मन् इति पदे नकारस्य लोपः अभवत् तावत्पर्यन्तं वयम् वयं पठितवन्तः अग्रिमवर्गे तत्र पूर्वत्र सिद्धम् इति कृत्वा तत्र अम्भावः न भवति इति मुख्यकार्यमस्ति अत्र नलोपप्रातिपदिकान्तस्य इति सूत्रं दृष्टवन्तः खलु कस्मिन् अधिकारे अस्ति अष्टमाध्याये द्वितीयपादे पूर्वत्र सिद्धम् इति अधिकारः प्रथमसूत्रमेव अस्ति पूर्वत्र सिद्धं किं वदति यदा अस्मिन् अधिकारे यः कोऽपि यत्किमपि सूत्रं प्रवर्तते यस्मिन् अस्मिन् अधिकारे यत्किमपि सूत्रं प्रवर्तते, तदनन्तरं सप्तमाध्याये सूत्राणां प्रवर्तनं न भवति. सूत्राणां प्रवर्तनं केवलं तत्र तन्निमित्तीकृत्य कार्यं न भवति. इदानीं नकारस्य लोपः भवति खलु, तन्निमित्तीकृत्य सप्तमाध्याये किमपि कार्यं न भवति. इदानीं नकारः इत्युक्ते किं, तत्र इदानीं सप्तमाध्याये यानि सूत्राणि सन्ति तानि सूत्राणि तत्र नकारः अस्ति इति एव चिन्तयन्ति. नकारः नकारस्य लोपः अभवत् इति तेन जानन्ति एव इति अर्थः. स्थूलरीत्या वदामि तावदेव इति कृत्वा तत्र अम्भावः न भवति. अस्तु अस्तु, अत्र स्थगयामः. धन्यवादः सर्वे. इदानीं शान्तिमन्त्रं वदामः, तदनन्तरं विरमामः. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः.